अस्तु तर्हि गते सप्ताहे मनसः विषये किञ्चित् पठन आरम्भम् अभवत् इति चिन्तयामि. तत्र पूर्वमेकं करपत्रम् आसीत्, तस्य समाप्त्यनन्तरं पुस्तकात् अपि किञ्चित् पठितवन्तः स्यात्. अत्र आत्मनः विषये आत्मनः लक्षणं किम् इति दृष्ट्वा तदनन्तरं मनसः लक्षणविषये पठितवन्तः. तर्हि अत्र इतोपि किञ्चित् अग्रे चिन्तनं कुर्मः. तत्र मनसः आत्मनः मनः आत्मा तयोः मध्ये कीदृशसम्बन्धः, अत्र कार्यकारणसम्बन्धम् अस्ति वा, कीदृशसम्बन्धः अस्ति इति तत्सर्वं वयं किञ्चित् परिशीलिष्यामः. अत्र मनसः लक्षणवाक्ये सुखादि उपलब्धिसाधनम् इति अस्ति. साधनम् इत्युक्ते अत्र हेतुः कारणम् इति एव भवति. यथा कालस्य लक्षणवाक्ये वयं पूर्वं पठितवन्तः, तत्र व्यवहारहेतुः अतीतादिव्यवहारहेतुः कालः इति. तत्रापि तथा हेतुः इति कारणं, हेतुः इत्युक्ते कारणं, साधनम् इति अस्ति चेदपि तस्य अपि अर्थः अस्ति कारणम् इति. तर्हि सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति मनसः लक्षणवाक्यम्. तत्र यथा कालस्य विषये वयं पठितवन्तः, अत्रापि तत्र कारणम् इति एकमस्ति, सुखादि उपलब्धिसाधनम् इति. तत्र सुखादि सुखदुःखादि विषये विषयज्ञानं यद् आत्मनि उत्पद्यति तस्य कारणं मनः इति एकमस्ति. परन्तु वायोः विषये यथा वयं पठितवन्तः, तत्र दलद्वयमासीत् खलु. तत्र वायोः लक्षणवाक्यं कोऽपि वक्तुं शक्नोति वा, स्मरति वा? रूपस्पर्श रहितवान् वायुः, रूपरहितस्पर्शवान् खलु, रूपरहितत्वे सति स्पर्शवान् वायुः इत्युक्ते केवलं तत्र स्पर्शवान् वायुः इति वदामः चेत् तत्र किं भवति? हा, अतिव्याप्तिदोषः भवति. किमर्थम् अतिव्याप्तिदोषः भवति? तत्र अन्य द्रव्ये अपि तादृश लक्षणमस्ति इति. हा, स्पर्शवत्वम् अन्येषु द्रव्येषु अपि वर्तते. यथा तत्र पार्थिवद्रव्यं वा अथवा जलं वा अथवा तेजः इति चिन्तयामः चेत् तस्मिन् तत्र पार्थिवद्रव्येषु जले तेजसि तत्र स्पर्शवत्वम् अस्ति, उष्णस्पर्शवत्वम् अस्ति तेजसि इति. तत्सर्वं वयं पूर्वं चिन्तितवन्तः खलु. तर्हि केवलं स्पर्शवत्वम् इति वदामः चेत् तत्र अतिव्याप्तिदोषः भवति, यतोहि अन्येषु द्रव्येषु स्पर्शवत्वम् इति धर्मः अस्ति एव अथवा गुणः अस्ति एव. केवलं तत्र रूपरहितवान् इति वदामः चेत् किं भवति? तत्र द्रव्ये पृथिव्याम् अथवा जले तु रूपमस्ति खलु. तर्हि केवलं तत्र रूपरहितवान् वायुः इति वायोः लक्षणवाक्यं वक्तुं शक्नुमः. किमर्थं तथा नास्ति? तत्रापि अतिव्याप्तिदोषः भवति. तत्रापि अतिव्याप्तिदोषः भवति, सत्यं. बालसुब्रह्मण्यं महोदय, भवान् वक्तुं शक्नोति वा किमर्थं तत्रापि अतिव्याप्तिदोषः भवति इति? रूपं विना द्रव्याणि सन्ति. हा, रूपं रूपरहित अन्यद्रव्याणि रूपरहितानि सन्ति. उदाहरणम्? उदाहरणम् आकाशम्. आकाशः, उत्तमं. तर्हि आकाशस्य रूपं नास्ति इति अस्ति चेत् केवलं रूपरहितवान् वायुः इति वदामः चेत् तत्र आकाशे अपि रूपं नास्ति. तर्हि आकाशेन सह तत्र अतिव्याप्तिदोषः पुनः आयाति. तर्हि केवलं रूपरहितवान् इति वदामः चेत् आकाशादिद्रव्ये द्रव्याणि यानि सन्ति तत्र अतिव्याप्तिदोषः भवति. केवलं तत्र स्पर्शवत्वम् इति वदामः चेत् पृथिव्यादि द्रव्याणि यानि सन्ति तस्मिन् स्पर्शवत्वमस्ति इति कारणात् तत्र अतिव्याप्तिदोषः भवति. इति कारणात् इत्यस्मात् तत्र दलद्वयम् अपेक्षितं खलु. तत्र रूपरहितत्वे सति स्पर्शवत्वम् इति वदामः चेत् तत्र रूपरहितत्वम् आकाशादिद्रव्येषु अस्ति, परन्तु तत्र स्पर्शवत्वम् अस्ति वा? आकाशे स्पर्शः इति गुणः अस्ति वा? न. तादृशमेव तत्र पृथिव्याम् अथवा जले रूपरहितत्वम् अस्ति वा? इत्युक्ते रूपाभावः अस्ति वा? अभावः नास्ति, यतोहि रूपम् अस्ति. इति कारणात् अत्र किं भवति, रूपरहितत्वे सति स्पर्शवत्वम् इति वदामः चेत् तादृश अतिव्याप्तिदोषनिवारणाय तथा वदामः चेत् तत्र दलद्वयं वदामः चेत् तत्र असाधारणधर्मः इति वायोः लक्षणं वयं वक्तुं शक्नुमः इति अत्र वायोः विषये वयं पठितवन्तः. केवलम् इदानीं किञ्चित् पुनःस्मरणार्थमेव उक्तवती. तादृशमेव मनसः लक्षणवाक्यं पश्यामः चेदपि अत्र दलद्वयम् अस्ति. सुखादि उपलब्धिसाधनम् इति एकं दलम्, इन्द्रियम् इति अन्यद्दलम्. किमर्थम् इत्युक्ते तत्र केवलम् इन्द्रियम् इति वदामः चेत् मनः एकम् इन्द्रियं, परन्तु मनः एव मनसि एव इन्द्रियत्वम् अस्ति वा? अन्यानि इन्द्रियाणि अपि सन्ति खलु, यथा चक्षुः, श्रोत्रेन्द्रियाणि, तत्सर्वं सत्यं. पञ्चेन्द्रियाणि इति वयं, पञ्चबहिरिन्द्रियाणि इति वयं दृष्टवन्तः पूर्वं. तर्हि केवलम् इन्द्रियम् इति वदामः चेत् अन्यानि इन्द्रियाणि यानि सन्ति तैः सह तत्र अतिव्याप्तिदोषः इति भवति. सुखादि उपलब्धिसाधनम् इति वदामः चेत् किं भवति? सुखादि उपलब्धिसाधनम् इत्युक्ते सुखं दुःखं तादृश ज्ञानं यद्भवति तस्य उपलब्धिसाधनं, तस्य कारणम् इति मनः इति वदामः चेत् तत्र कीदृशदोषः भवति? किमर्थं तत् केवलं तदेव इति वक्तुं न शक्नुमः? तत्रापि सत्यं सत्यम्, अति उत्तमं. वदतु महोदय, बालसुब्रह्मण्यं महोदय. आत्मनि अपि सुखादि दुःखादि इत्यादि, हा, इत्युक्ते सुखं दुःखम् इति इत्यादि गुणः कुत्र वर्तते? आत्मनि वर्तते, पुनः वदतु महोदय. मनसि वर्तते अपि च, न मनसि वर्तते इति न, आत्मनि वर्तते खलु. तत्र नवगुणाः आत्मनि सन्ति इति वयं पूर्वं दृष्टवन्तः. तत्र ज्ञानम् अथवा बुद्धिः, सुखं दुःखं, धर्मः इति तत्र नवगुणाः दृष्टवन्तः, क्षम्यतां, षड्गुणाः दृष्टवन्तः. तर्हि तद् आत्मनि सः गुणः, सुखम् इति गुणः अथवा तत्र षड्गुणाः आत्मनि वर्तन्ते इति कारणात् आत्मा अपि तान् गुणान् प्रति एकं कारणं. सत्यम् इत्युक्ते तत्र चिन्तयन्तु, घटनिर्माणविषये यदा वयं कारणकार्यविषये पूर्वं चिन्तितवन्तः, तत्र घटनिर्माणमिति उदाहरणं स्वीकृत्य वयं चर्चितवन्तः. अत्र घटनिर्माणविषये चिन्तयामः चेत् कपालं विना घटं न सम्भवति. इत्युक्ते कारणं यद्यपि कार्य यत्किमपि कार्यं भवतु कार्यस्य कारणम् इति वदामः चेत् तत्र निकषत्रयम् आसीत् खलु, तत्र स्मरति वा कोऽपि कारणं कदा कारणम् एकं द्रव्यं वा यत्किमपि भवतु कारणम् इति कदा वक्तुं शक्नुमः? कार्ये भवेत्, कार्ये सर्वदा भवेत्, उत्पत्तिपूर्व कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे उत्पत्तिक्षणस्य पूर्वं भवेत्, पूर्वक्षणे अपि भवेत्। उत्तमम् उत्तमं। तर्हि तत्र घटनिर्माणविषये कपालः एकं कारणं घटं प्रति, घटनिर्माणं प्रति, घटनिर्माणम् इति कार्यं चेत् अथवा घटः इति कार्यं चेत् तं प्रति कपालः एकं कारणं। कपालः घटः कुत्र अस्ति, घटस्य अधिकरणं किम्? सुनील् महोदय, घटः भूतले अस्ति इति वाक्ये वा? घटः भूतले अस्ति चेत् तत्र घटः संयोगसम्बन्धेन भूतले अस्ति, परन्तु घटस्य अधिक अत्र समवायसम्बन्धे कपाले अस्ति। उत्तमम् उत्तमं। तर्हि अवयवी अवयवे खलु, समवायसम्बन्धेन अवयवे तिष्ठति, तर्हि तत्र घटः कपाले समवायसम्बन्धेन तिष्ठति। तर्हि कार्याधिकरणं किं, तत्र घटः इति कार्यं चेत् कार्याधिकरणं किम् इदानीं? घटाधिकरणं घटाधिकरणं किं? कपाले अस्ति घटाधिकरणे, घटाधिकरणः घटाधिकरणं कपालः। उत्तमं। तर्हि घटाधिकरणं कपालः, घटः कपाले समवायसम्बन्धेन तिष्ठति, घटाधिकरणे इत्युक्ते कार्याधिकरणे। तर्हि कपालः कपाले अस्ति वा? उत्तमं। कपालः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति। तर्हि इदानीं तत्र प्रथमबिन्दुः कः आसीत्? कार्याधिकरणे भवेत्। तर्हि कपालः कार्याधिकरणे अस्ति वा, आं वा न? आम्। उत्तमं। तर्हि कपालः सर्वदा स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति वा? तिष्ठति। आम्। घटनिर्माणस्य पूर्वक्षणे तिष्ठति वा? सत्यं। तर्हि कपालः घटं प्रति कारणम् इति वयं वक्तुं शक्नुमः, सत्यं? तथैव इदानीं तत्र सुखादि उपलब्धिसाधनम् इति वदामः चेत् तत्र आत्मनि तादृशज्ञानं भवति चेत् तादृशज्ञानं प्रति आत्मा इति अधिकरणम् अपि एकं कारणम् अस्ति खलु, यतोहि आत्मनि तत्र ज्ञानं भवति, तर्हि तादृशज्ञानं समवायसम्बन्धेन आत्मनि तिष्ठति। आत्मा स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, पूर्वक्षणे अस्ति, सर्वदा अस्ति इति कारणात् तत्र आत्मा अपि एकं कारणं भवति। तर्हि तत्र केवलं सुखादि उपलब्धिसाधनम् इति वदामः चेत् तत्र आत्मना सह अतिव्याप्तिदोषः भवेत् इति। तत्र यतोहि तत्र कालस्य विषये केवलं अतीतादिव्यवहारहेतुः कालः इति कारणम् उक्त्वा, परन्तु एकेन दलेन एव तत्र लक्षणवाक्यं समाप्तं भवति, परन्तु अत्र मनसः विषये तथा न। कारणम् अपि अस्ति मनसि, सुखादि उपलब्धिसाधनम् इति सुखं दुःखदुःखादि ज्ञानं प्रति, अपि च सुखदुःखादिविषयं प्रति तत्र मनस् कारणं भवति, अपि च मनः एकम् इन्द्रियमपि अस्ति इति कारणात् तत्र दलद्वयम् अपेक्षितं, तत्र दलद्वयम् अपि स्वीकृत्य लक्षणवाक्यम् इदानीं वयम् उक्तवन्तः. तर्हि तत्र एतदेव विषयम् अस्ति. करपत्रे अपि किञ्चित् इतोपि विस्तारेण लिखितमस्ति महोदयेन. तत् किञ्चित् झटिति पठित्वा पुस्तकमपि पठामः. तर्हि पुष्पा भगिनी आरम्भं करोति वा? न कर्तुं शक्नोमि, कर्तुं न शक्नोमि. पठितुं न शक्नोति वा? न शक्नोति, शक्नोमि. किमर्थं करपत्रं नास्ति वा भवत्याः समीपे? इदानीं पिधानं करोतु भगिनि. कक्षायाः कृते आवश्यकं खलु? एकनिमिषम्, एकनिमिषम्. उद्घाटयतु. अहं तु करपत्रम् इदं करपत्रम् पठतु. मनसः लक्षणं, मनसः लक्षणं, मनसः आत्मनः च कः सम्बन्धः? संयोगसम्बन्धः. किमर्थं मनः आत्मा च द्रव्ये द्रव्ययोः संयोगसम्बन्धः भवति? तत्र द्वयोः मध्ये किं, कस्मिन्, कः आधारः, कः आधेयः इति चेत् वृत्ति अनियामकसम्बन्धः, वृत्ति अनियामकसम्बन्धः. केवलं संयोगः अस्ति तावत् एव. अस्तु, वृत्ति अनियामकसम्बन्धः इत्युक्ते कः? अनियामकसम्बन्धः चेत् वृत्ति अनियामकसम्बन्धः मनसः आत्मनः. न, वृत्ति अनियामकसम्बन्धः इत्युक्ते कः इति मम प्रश्नः. अनियामकसम्बन्धः आधारः, कः आधारः, आधारः, आधेयता, आधेयता, न अन्य कोऽपि वक्तुं शक्नोति वा? स्मरति वा कोऽपि? यत्र आधार आधेयभेदः वक्तुं न शक्यते. हा, उत्तमम्. यत्र आधार आदेयभेदः वक्तुं न शक्नुमः यथा घटः आकाशः इति चिन्तयामः चेत् घटे आकाशः अस्ति, आकाशे घटः अस्ति, खलु? तर्हि तत्र कः आधारः, कः आदेयः इति नियमेन वयं वक्तुं न शक्नुमः. तदेव अस्ति वृत्ति. वृत्ति इत्युक्ते आदेयः. तर्हि वृत्ति अनियामक इत्युक्ते नियमेन आधार आदेयभावः वक्तुं न शक्नुमः. तादृशसम्बन्धः एव वृत्ति अनियामकसम्बन्धः इति. मनसः आत्मनः तत्र द्वयोः अपि तत्र सम्बन्धः कः इति चिन्तयामः चेत् तथैव भवति. यतोहि मनः आत्मनि वा अथवा आत्मा मनसि वा इति वयं नियमेन वक्तुं न शक्नुमः इति. अस्तु, तर्हि अग्रे पठतु भगिनि. जीवात्मा सुखी अथवा सौकर्यार्थम् आत्मा सुखी इति आकारे कारणं किम्? आत्मा सुखी इत्येकं ज्ञानं, तस्य च ज्ञानस्य कारणं किम्? तत्र आत्मा कारणं वा मनः कारणं वा? तत्तु वृत्ति अनियामकसम्बन्धः, अस्तु न? न नियामकसम्बन्धः न, तत्र भिन्नविषयः. तत्र तयोः मध्ये यः सम्बन्धः अस्ति तदस्ति वृत्तिनियाम अनियामकसम्बन्धः. इदानीं जीवात्मा सुखी इति तत्र आकारे इति एकं ज्ञानमस्ति, आत्मा सुखी इति. तत्र कारणं मनः वा जीवात्मा वा इति इदानीं नूतनप्रश्नः. तत्र कारणं किम् इति निर्णयं करणीयं चेत् अस्माभिः तत्र कारणमित्युक्ते किम् इति अवगन्तव्यमस्ति. तत्र निकषत्रयम् आसीत्, वयं पूर्वं दृष्टवन्तः, तदेव अग्रे अस्ति. पठतु भगिनि. पठामि. हा पठतु. अत्र प्रथमतया कारणं नाम किम् इति किञ्चित् पुनस्मरामः. पूर्वमेव अस्माभिः दृष्टं यत् कस्यचित् फलस्य कार्यस्य किञ्चित् कारणं भवति चेत् त्रयः निकषाः सन्ति. कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्योपत्तेः पूर्वक्षणे भवेत्. उत्तमम्. एतत् सर्वं वयम् इदानीमेव परिशीलितवन्तः, स्पष्टं स्यात्. तत्र कोऽपि प्रश्नः अस्ति वा? नास्ति. उत्तमं. तर्हि सुनील महोदय, अग्रे भवान् पठति वा? आम्. अतः एतत् सर्वं दृष्ट्वा जानीमः यत् अहं सुखी इति ज्ञानम् अत्र कार्यम्. इदं ज्ञानं कुत्र उत्पद्यते? आत्मनि. ज्ञानाधिकरणम् आत्मा इति लक्षणवाक्यम् अस्ति किल, अतः कार्याधिकरणम् आत्मा. आत्मा एव कार्याधिकरणं, किन्तु आत्मा कार्याधिकरणे अस्ति वा? आत्मा स्वस्मिन् भवति वा? पूर्वम् अस्माभिः दृष्टं यत् आत्मा तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, सर्वदा अस्ति, पूर्वक्षणे अपि अस्ति. आत्मा नास्ति चेत् ज्ञानं न उत्पद्यते इति कृत्वा आत्मा अहं सुखी इति ज्ञानस्य कारणं. मनः अपि तथा. मनः संयोगसम्बन्धेन आत्मनि, अथवा आत्मा मनसि, यतोहि वृत्ति अनियामकसम्बन्धः. अतः आहत्य ज्ञानरूपिकार्यं प्रति आत्मा अपि कारणं, मनः अपि कारणम्. इदानीं अस्माकं प्रश्नः अस्ति, आत्मा सुखी अथवा अहं सुखी इति वदामः चेत् तत्र आत्मा वा अथवा मनः वा कारणम् इति. अतः अत्र ज्ञानमिति कार्यमस्ति. इदानीं प्रश्नः अस्ति कुतः ज्ञानं भवति इति, अथवा कुत्र अस्ति इति. अतः आत्मनि ज्ञानम् अस्ति इति वयं जानीमः, यतः ज्ञानाधिकरणं आत्मा इति वयं पूर्वं पठितवन्तः. अतः अत्र ज्ञानं कार्यम् इति वदामः चेत् ज्ञानाधिकरणम् आत्मा इति स्वीकृत्य कार्याधिकरणम् आत्मा इति वक्तुं शक्नुमः वा इति अन्य प्रश्नः अस्ति. अथवा आत्मा स्वस्मिन् एव भवति वा इति. आत्मा स्वस्मिन् तर्हि तत्र स्वस्मिन् भवति एव. तर्हि आत्मा नास्ति चेत् तत्र तादृशज्ञानं न भवति इति कारणात् आत्मा ज्ञानस्य एकं कारणं, मनः अपि तथा. सत्यं. तर्हि तत्र प्रश्नः अस्ति आत्मा अस्ति वा स्वस्मिन् इति. आत्मा तु स्वस्मिन् तादात्म्येन सम्बन्धेन अस्ति इति वयं जानीमः. मनः आत्मनि संयोगसम्बन्धेन अस्ति इत्यपि वयं जानीमः. तर्हि तत्र यदा ज्ञानरूपी कार्यम् इत्युक्ते ज्ञाननामकार्यं ज्ञानमिति एकं कार्यं भवति चेत् आत्मनि तत् प्रति आत्मा अपि एकं कारणं मनः अपि एकं कारणम् इति वयं जानीमः. स्पष्टम्? स्पष्टम्. अग्रे पठतु महोदय. कारणं त्रिप्रकारं समवायीकारणम् असमवायीकारणं निमित्तकारणं च. समवायीकारणस्य अद्वौ निकषौ यत् एकः कार्यं प्रति कारणं भवति, अपि द्वितीयः कार्यस्य अधिकरणं भवति समवायसम्बन्धेन. तत् समवायीकरणकरणम् इति उच्यते. अतः अहं सुखी इति ज्ञानं प्रति आत्मा समवायीकरणं भवति. इदानीम् अत्र कारणं त्रिविधम् इति अस्ति, समवायिकारणम् असमवायिकारणं निमित्तकारणमिति. पुनः समवायिकारणं भागद्वयम् अस्ति, अथवा एकः अस्ति समवायिकारणं कार्यं प्रति कारणं भवति इति, अन्यः अस्ति कार्यस्य अधिकरणं भवति इति, अथवा समवायसम्बन्धेन. अत्र अहं सुखी इति अथवा आत्मा सुखी इति ज्ञानं स्वीकुर्मः चेत् तत्र आत्मा समवायीकरणं भवति इति, इत्युक्ते कार्यस्य अधिकरणं भवति इति स्वीकुर्मः. सत्यम्. इत्युक्ते कार्यं प्रति कारणं भवति इति वयं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः, अपि च कार्यस्य अधिकरणम् इति वयं जानीमः. तर्हि तत्र द्वौ बिन्दौ वयं दृष्टवन्तः, कार्यं प्रति कारणम् अपि च कार्यस्य अधिकरणं, द्वौ बिन्दौ अस्ति. तस्य तत् पूरयति चेत् समवायिकारणं भवति इति. तर्हि तत्र आत्मा ज्ञानं प्रति समवायिकारणम् इति वयं जानीमः. अग्रे अपि पठतु महोदय. असमवायिकारणं नाम किम्? असमवायिकारणं सदा यत्किमपि द्रव्यं भवति एव. घटस्य समवायिकारणं कपालः, पटस्य समवायिकारणं तन्तुः. असमवायिकारणस्य द्वौ निकषौ, यत् समवायिकारणं द्रव्यं, तस्मिन् विद्यमानः कश्चन गुणः अथवा काचित् क्रिया असमवायीकरणं भवति. द्वितीयः, सः गुणः क्रिया च कार्यं प्रति कारणीभूता स्यात्. अत्र पटस्य उदाहरणं पश्यामः. पटस्य समवायीकरणं तन्तुः, तन्तौ विद्यमानः कश्चन गुणः अपेक्षितः यः पटं प्रति कारणमस्ति. स च गुणः तन्तुसंयोगः भवति. तन्तूनां परस्परसंयोगः पटं प्रति कारणमेव. यतोहि ते तन्तवः परस्परं संयुज्यन्ते इत्येव किल तत्र पटः जायते. अतः तन्तुसंयोगः असमवायीकारणम्. इदानीं कारणस्य द्वितीयः अस्ति असमवायीकारणमिति. प्रथमः आसीत् समवायीकारणमिति. तत्रापि असमवायीकारणमपि द्वयमस्ति. निकषद्वयमस्ति खलु? निकषद्वयमस्ति. प्रथमः अस्ति यत् समवायीकरणं द्रव्यं, तस्मिन् विद्यमानः कश्चन गुणः अथवा काचित् क्रिया. द्वितीयः अस्ति सः गुणः क्रिया च कार्यं प्रति कारणीभूता स्यात्। यदा वयम् उदाहरणं स्वीकुर्मः घटस्य समवायीकरणम् अस्ति कपालः इति, तत्र कश्चन गुणः अस्ति, तादृशमस्ति पटस्य समवायीकरणमपि अस्ति तन्तुः इति। अतः तादृशगुणः पटं प्रति पटस्य निर्माणकारणमस्ति। तर्हि तत्र यदा समवायीकारणम् इत्युक्ते तत्र तद् यद्द्रव्यं समवायीकारणद्रव्यं यदस्ति तस्मिन् विद्यमानः गुणः अथवा विद्यमाना क्रिया तादृशगुणः अथवा तादृशी क्रिया या कार्यं प्रति कारणं भवेत् इति तत्र निकषद्वयं। तर्हि तत्र इदानीं पटविषये चिन्तयामः चेत् तन्तुसंयोगं विना पटः न जायते खलु। तर्हि तन्तुसंयोगः इति संयोगः इति गुणः यः अस्ति सः स च गुणः कारणम् अस्ति एव पटं प्रति, पटम् इति कार्यं प्रति। तन्तुसंयोगः इति गुणः कुत्र वर्तते? पटे वर्तते। तन्तुसंयोगः इति गुणः कुत्र वर्तते? तन्तौ, हा तन्तौ, तन्तुषु अथवा तन्तौ, सत्यं। यतोहि तत्र पटे भवति चेत् कार्ये भवति खलु, परन्तु कारणं कुत्र भवितव्यं, कारणेन कुत्र भवितव्यं, कारणेन तत्र कार्याधिकरणे भवितव्यं, कार्ये साक्षात् कार्येन परन्तु कार्याधिकरणे। तर्हि तन्तुसंयोगः पटे भवति चेत् कारणं न भवति खलु पटं प्रति। अपि च चिन्तयतु, पटे संयोगः भवति चेत् पटस्य गुणः भवति संयोगः। पटे यः गुणः विद्यमानः भवति स च गुणः पटनिर्माण अनन्तरमेव भवति। तर्हि कार्यस्य पूर्वक्षणे भवेत् इति कारणस्य एकम् अंशः आसीत्, तद् न पूरयति। तर्हि कार्ये विद्यमानः गुणः कार्यं प्रति कारणं कदापि न भवितुमर्हति, न भवति एव, भवितुम् अर्हति इत्यपि न भवति। तर्हि तन्तौ विद्यमानः गुणः संयोगः तादृशगुणः पटं प्रति कारणं भवति, तदेव असमवायीकारणम् इति। तत्र गुणस्य दृष्टान्तः, अग्रे अस्ति क्रियायाः दृष्टान्तः तथैव। बालसुब्रह्मण्यमहोदय, भवान् पठति वा? महोदय, प्रश्न एक, तन्तूनां परस्परसंयोगः इति अर्थः किं, परस्परसंयोगः तन्तूनां? तत्र एकं केवलम् एकः एव तन्तु स्वीकुर्मः चेत् पटनिर्माणं न भवति खलु, बहवः तन्तवः संयुक्तः भवति चेदेव पटनिर्माणं भवति, तदेव परस्परसं। परन्तु तद् तद् क्रियायाः विवरणं वा अथवा गुणस्य वा भगिनि? गुणस्य खलु, यतोहि संयोगः इति कश्चन गुणः, यदा यत् क्रिया भवति तन्तौ तद् भिन्ना, तदपि कारणं सत्यमेव, परन्तु इदानीं यदा वयं संयोगः इति वदामः परस्परसंयोगः, अत्र संयोगः इति गुणः। क्रियायाः उदाहरणं पश्यामः। काचन उत्पीठिका अस्ति, अहम् उत्पीठिकां स्पृशामि। हस्त उत्पीठिकयोः स्पर्शसमये संयोगः जायते, तर्हि अत्र संयोगः कार्यम्, अयं संयोगः कश्चन गुणः। चतुर्विंशतौ गुणेषु संयोगः अन्यतमः। तस्य संयोगस्य समवायकारणं किम् इत्युक्ते उत्पीठिका हस्तः च। यत् कार्यस्य अधिकरणं भवति समवायसम्बन्धेन तत् समवायिकारणम्। समवायिकारणम् उत्पीठिका हस्तः च। एकद्वयम् एतद्वयम् अत्र असमवायिकारणं किम् इत्युक्ते हस्ते विद्यमाना क्रिया। यतोहि हस्ते काचित् क्रिया जाता तस्मात् हस्तस्य उत्पीठिकायाः संयोगः जातः। अतः इदानीं हस्त उत्पीठिकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया असमवायिकारणं भवति। उत्पीठिकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया अवगच्छति वा महोदय? सो उत्पीठिका उत्पीठिका अस्ति, अहम् उत्पीठिकां स्पृशामि चेत् संयोगसम्बन्धः जायते। उत्पीठिकाः मा हस्तयोः मध्ये संयोगसम्बन्धः जायते। अत्र संयोगः एव कार्यम्, अपि च संयोगः गुणः। इत्युक्ते गुणः इति इदानीं त्यजतु, तत्र अवधानं मास्तु, तत्र केवलम् अस्माकं ज्ञानार्थं, तत्र गुणः इति तत्र किमपि मुख्यत्वं नास्ति वस्तुतः। तत्र कार्यं द्रव्यं वा भवेत्, गुणः वा भवेत्, यत् किमपि भवतु, तत्र कार्यस्य कारणम् इति विषये एव अस्माकम् अवधानमस्ति इदानीं। परन्तु सत्संपुटे गुणः संयोगः गुणस्य अन्यतमः इति उच्यते किल सप्तमीपुटे पुस्तके। पुनः एकविंशति गुणाः सन्ति किल, एतस्य अन्यतमः चतुर्विंशतिगुणाः खलु, चतुर्विंशतिगुणेषु गुणः संयोगः अन्यतमः। सत्यम् अन्यतमः। अत्र समयोगस्य समवायीकरणम् इत्युक्ते अहं वदामि किञ्चित् वदामि। तत्र समवायीकारणम् इत्युक्ते तत्र कार्यादिकरणम् एव समवायीकारणम्। अत्र संयोगः इति कार्यं चेत् संयोगः कुत्र अस्ति, हस्त उत्पीठिकयोः संयोगः इति विषयः चेत् संयोगः इति गुणः द्विनिष्ठः। इत्युक्ते हस्ते अपि संयोगः अस्ति, उत्पीठिकायामपि संयोगः इति गुणः अस्ति। तर्हि तत्र द्वयोः स्थलयोः अपि तत्र संयोगः इति गुणः अस्ति। तर्हि कार्यादिकरणं तत्र हस्तः अपि कार्यादिकरणम्, उत्पीठिका अपि कार्यादिकरणम् इति तत्र यदा वयं हस्तविषये चिन्तयामः चेत् तत्र समवायिकारणं हस्तः तु समवायिकारणं भवति, यतोहि हस्तः कारणम् अस्ति संयोगं प्रति, अपि च हस्तः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति कारणात्। इदानीम् असमवायिकारणम् इति चिन्तयामः चेत् असमवायिकारणं किं भवति, तत्र समवायिकारणं यद् द्रव्यम् अस्ति तस्मिन् विद्यमानः गुणः अथवा क्रिया यत् कार्यं प्रति कारणमपि भवति इति निकषद्वयम्। एकं तु तत् तत्र समवायिकारणे भवेत्, द्वितीयं तत् कार्यं प्रति कारणं भवेत्। इदानीं क्षम्यतां, हस्त उत्पीठिकयोः स्पर्शः जायते चेत्, तत्र संयोगः जायते चेत् हस्ते किमपि क्रिया जाता खलु, कापि क्रिया जाता, सा च क्रिया अस्ति इति कारणात् एव तत्र तादृशः स्पर्शः तादृशसंयोगः जायते। तर्हि सा क्रिया कारणं भवति संयोगः इति कार्यं प्रति. अपि च सा क्रिया हस्ते विद्यमाना, हस्तः इति समवायिकारणम् इति कृत्वा क्रिया भवति असमवायिकारणम् इति. असमवायिकारणस्य अन्यत् उदाहरणमस्ति यत्. एकं तु वयं पूर्वं गुणस्य उदाहरणं दृष्टवन्तः, इदानीम् एतदस्ति क्रियायाः उदाहरणम्. इदानीं सम्पूर्णस्पष्टता नास्ति चेत् नास्ति चिन्ता, यतोहि असमवायिकारणं समवायिकारणम् एतत् विषये इतोपि गम्भीररीत्या वयं पठामः एव, पठिष्यामः अग्रे. तत्र किञ्चित् आस्वादनम् एव अत्र भवति, तत्र समवायिकारणम् असमवायिकारणम् इत्युक्ते किम् इति यदा वयं स्थूलरीत्या अवगच्छामः चेत्. समवायिकारणमिति द्रव्यं भवति, असमवायिकारणमिति द्रव्ये विद्यमानः गुणः अथवा विद्यमाना क्रिया भवति इति तावत् अवगच्छामः चेत् अपि पर्याप्तम्. अग्रे पठतु महोदय. इत्युक्ते हस्ते विद्यमाना क्रिया, यतोहि हस्ते काचित् क्रिया. न न, अग्रिमपरिच्छेदः पठतु. समवायिकारणम् असमवायिकारणं च विहाय. समवायिकारणम् असमवायिकारणं च विहाय अन्यानि यानि यानि कारणानि तानि सर्वाणि निमित्तकारणानि एव. अत्र मनः निमित्तकारणं भवति. निमित्तकारणं किमर्थम्? प्रथमतया मनः कारणम् अस्ति इति तु सत्यमेव. मयि सुखं जायते इति ज्ञाने प्रक्रिया एवं भवति. आदौ आत्मा मनसा संयुज्यते, अनन्तरं मनः इन्द्रियैः सह संयुज्यते, अन्ते इन्द्रियाणि पदार्थैः सह संयुज्यन्ते. अति स्पष्टमेव अत्र. असमवायिकरणं समवायिकरणम् उभयोः विहाय अन्यानि यानि यानि कारणानि सन्ति तानि निमित्तकारणानि इति सन्ति. उदाहरणं दत्तः, मनः निमित्तकारणं भवति. किमर्थं चेत् प्रथमतया मनसः कारणमस्ति, सन्देहं न, सत्यमेव. मयि सुखं जायते इति ज्ञाने प्रक्रिया अस्ति. तत्र आदौ प्रथमतया आदौ आत्मा मनसा संयुज्यते प्राथम्येन, तदनन्तरं मनः इन्द्रियैः सह संयुज्यते, अन्तिमे इन्द्रियाणि पदार्थैः सह संयुज्यन्ते. तस्मात् खलु, तर्हि मनः निमित्तकारणं भवति ज्ञानं प्रति. उत्तमं. पुष्पा भगिनी अग्रे पठति वा? उदाहरणार्थम् अहम् एकं चित्रं पश्यामि, तस्मात् च सुखं जायते इति चिन्तयन्तु. आदौ आत्मा मनसा सह संयुज्यते, तदा मनः चक्षुः इन्द्रियेण सह संयुज्यते, अन्ते इन्द्रियं चित्रेण सह संयुज्यते, तदानीं सुखं जायते आत्मनि. अतः तत्र आत्मनि यत् सुखं जायते तत् प्रति मनः अपि कारणं भवति, इन्द्रियम् अपि कारणं भवति, तत् चित्रम् अपि कारणं भवति. इमानि सर्वाणि अपि निमित्तकारणानि भवन्ति. अत्र तर्हि अत्र के पुनः तदेव दत्तमस्ति. अत्र प्रक्रिया दत्ता अस्ति. यदा वयं चित्रं पश्यामः अथवा यत्किमपि कुर्मः खलु, तत्र किमपि पठामः पश्यामः यत्किमपि भवतु, अत्र अहं सुखी इति ज्ञानं कथम् उत्पन्नं भवति इति प्रक्रिया अस्ति अत्र. अत्र यद् आत्मा इति समवायी कारणं भवति, आत्मनि विद्यमानः अन्यगुणः अस्ति चेत् अथवा क्रिया भवति चेत् तदेव अत्र असमवायिकारणं भवितुम् अर्हति. तद्विहाय अथवा तान् विहाय अन्यत् सर्वं यद्भवति तत्सर्वम् अत्र निमित्तकारणमेव भवति इति वयम् इदानीं पठितवन्तः. तर्हि मनः वा भवतु, अन्यानि इन्द्रियाणि वा भवतु, तत्सर्वं निमित्तकारणानि एव भवन्ति इति अत्र इत्येव अस्ति. अग्रे पठतु भगिनि. समवायिकारणम् असमवायिकारणं च विहाय अन्यानि यानि कारणानि तानि सर्वाणि निमित्तकारणानि एव. तत् अधुना पठिष्यामः न. तस्मात् मनः अपि निमित्तकारणं, शरीरम् अपि निमित्तकारणम्, इन्द्रियमेव तत्र मुद्रणदोषः, इन्द्रियम् अपि निमित्तकारणं, तत् चित्रम् अपि निमित्तकारणम्, अपि च समवायिकारणम् आत्मा, असमवायिकारणम् आत्ममनस्संयोगः. अत्र इति स्पष्टं स्यात् खलु यत् वयम् इदानीं चर्चितवन्तः. चित्रदर्शनस्य अनन्तरं यदा ज्ञानम् उत्पद्यति तत्र कानि निमित्तकारणानि, किम् असमवायिकारणं, किं समवायिकारणम् इति तत्र वयम् इदानीमेव चर्चितवन्तः. समवायिकारणम् इति केवलम् आत्मा एव, आत्मनि विद्यमानः संयोगः, आत्ममनसंयोगः, येन सुखं जायते स च गुणः, संयोगः इति गुणः एव असमवायिकारणम्, अन्यत् सर्वं निमित्तकारणमेव. प्रश्नः अस्ति वा भगिनि? पठतु. एतत् सर्वं दृष्ट्वा मनसः लक्षणवाक्यकथनावसरे दलद्वयम् अपेक्षितम्. दलद्वयं दलद्वयम् इति अस्तु, सुनील् महोदय भवान् वदति वा दलद्वयम् इत्युक्ते किम्? द्वे दले इति इत्युक्ते अत्र वयं लक्षणवाक्यं वदामः यदा अतिव्याप्तिदोषः अस्ति चेत् वयं लक्षणद्वयं स्वीकुर्मः. इत्युक्ते अस्मिन् मनसः लक्षणवाक्ये सुखादि उपलब्धिसाधनमिति एकम् अस्ति, अनन्तरम् इन्द्रियं मनः इति अन्य एकम् अस्ति, अतः दलद्वयं स्वीकुर्मः. सोपानद्वयम् इति तत्र अथवा तत्र एकं तु तत्र सुखादि उपलब्धिसाधनमिति अस्ति, द्वितीयमस्ति इन्द्रियम् इति, तत्र द्वयमपि भागद्वयम् अस्ति इत्यपि चिन्तयितुं शक्नुमः. तत्र द्वे भागे अपि स्तः तत्र सम्मिलित्वा एव तत्र लक्षणवाक्यं भवति इति. एतावत् पर्यन्तं यत् उक्तं तेन प्रमाणितं यत् दलद्वयं नास्ति चेत् अतिव्याप्तिः. अस्मिन् प्रसङ्गे अग्रेपि शास्त्रीयरीत्या उच्यते. सम्यक्, इदानीं सुनील् महोदय उक्तवान् तदेव अस्ति अत्र. तर्हि सुनील् महोदय भवान् एव अग्रे पठतु. सुखादि उपलब्धिसाधनत्वम् इन्द्रियत्वं च, सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्. अत्र इन्द्रियत्वम् इन्द्रियवत्त्वं वक्तव्यं वा इन्द्रियत्वं वक्तव्यं वा? यथा रूपरहितत्वे सति स्पर्शवत्त्वं वायोः लक्षणं, तथा इन्द्रियवत्त्वं इति वक्तव्यं किल। किन्तु स्मर्तव्यं यत् वायोः प्रसङ्गे स्पर्शः कश्चन गुणः अस्ति, वायुः द्रव्यं च, अतः वायुः स्पर्शवान् भवति, तस्मात् वायौ स्पर्शवत्त्वं। किन्तु मनसः प्रसङ्गे इन्द्रियं गुणः वा? नास्ति किल, मनः इव मनः एव इन्द्रियम्। यथा स्पर्शः वायौ अस्ति तथा इन्द्रियं मनसि अस्ति इति नास्ति, मनः एव इन्द्रियम्, अतः इन्द्रियत्वम् इति तावत् एव, इन्द्रियवत्त्वम् इति अत्र न अपेक्षितम्। सुखादि उपलब्धिसाधनं साधनत्वम् अपि मनसि अस्ति, इन्द्रियत्वम् अपि मनसि अस्ति, अतः सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्। इदानीं मनसः लक्षणं लक्षणवाक्यं स्वीकृत्य सुखादि उपलब्धिसाधनत्वम् इन्द्रियत्वम् इति वदामः वा, अथवा सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं, सोरि क्षम्यताम्, अत्र इन्द्रियवत्त्वम् इति वक्तव्यं वा इति प्रश्नः अस्ति, अथवा केवलम् इन्द्रियत्वम् एव अवश्यं पर्याप्तं वा इति। यदा वयं वायोः लक्षणवाक्यं स्वीकुर्मः चेत् तत्र तत्र स्पर्शः इति कश्चन गुणः अस्ति, अतः तत्र वायुः द्रव्यं च, अतः वायुः स्पर्शवान् भवति इति, अतः तत्र वायौ स्पर्शवत्त्वम् अपि अस्ति। परन्तु अत्र मनसः विषये तत्र इन्द्रियं गुणः न, अथवा मनः इन्द्रियमेव इति, अतः अस्मिन् प्रसङ्गे केवलं सुखादि उपलब्धिसाधनत्वे सति इन्द्रियम् इन्द्रियत्वं मनसः लक्षणमिति पर्याप्तमिति, इन्द्रियवत्त्वम् इति न आवश्यकमिति। अति उत्तमम्, अति उत्तमम्। इत्युक्ते तत्र तत्र स्पर्शः इति कश्चित् गुणः, तादृशगुणवान् अस्ति वायुः इति कारणात् तत्र स्पर्शवान् वायुः स्पर्शवत्त्वम् इति, यदा वयं पूर्वं चर्चितवन्तः खलु, तत्र गन्धवती पृथ्वी, पृथिव्यां गन्धवत्वम् इति, तदा तत्र मतु अनन्तरं त्वल् इति प्रत्ययः उपयोगं कुर्मः चेत् तत्र अधो गत्वा पुनः उपरि आगच्छति इति वयं चर्चितवन्तः पूर्वं, तथा भवति अत्र स्पर्शवत्वमिति। परन्तु इन्द्रियस्य विषये तथा न, यतोहि इन्द्रियम् इति तत्र कश्चित् गुणः नास्ति, मनः एव इन्द्रियम् इति कारणात् तत्र केवलम् इन्द्रियत्वम् इति एव, न तु इन्द्रियवत्त्वम् इति। उत्तमं, तर्हि इदानीं तत्र पुस्तकमपि स्वीकुर्वन्तु। तत्र पुस्तके मनसः विषये एकं चित्रमस्ति, तस्य चित्रस्य विवरणम् एव अस्मिन् परिच्छेदे अस्ति। तर्हि तत्र पुत्र क्षम्यतां पुस्तके पृष्ठसङ्ख्या अस्ति 70 पुटे इति चिन्तयामि, हा सत्यम्, 170 पुटे अस्ति चित्रम्। इदानीं तदपि अग्रे स्थापयित्वा इदानीं एतत् परिच्छेदः पठामः चेत् परिच्छेदं पठामः चेत् सम्यक् भवति। तर्हि महोदय, भवान् पठति वा? अहं पठामि महोदय। सुनील् महोदय, भवान् इदानीं सुखादि उपलब्धिसाधनत्वं तस्य विस्तृतरूपेण वदनार्थम् एकं किञ्चित् दीर्घवाक्यम् अपेक्ष्यते यथा अस्माभिः दृष्टं निरूपितं च कालस्य कृते. एतत् सर्वं परिशीलयामः. आत्मा सुखी इति प्रसङ्गे आत्मा सुखी इत्यनेन सुखं कुत्र आत्मनि. अधुना आत्मा सुखी इति ज्ञानम्, अतः आत्मा अपि ज्ञानस्य विषयः, सुखमपि ज्ञानस्य विषयः. विषये विषयता अस्ति, तस्मात् उभये विषयता इत्युक्ते आत्मनि सुखे च. अपि च सुखम् आत्मनि इति कारणेन आत्मा विशेष्यं, सुखं विशेषणं. तर्हि सुखे का नामिका विषयता, प्रकारता. आत्मनि का नामिका विषयता, विशेष्यता. इति कृत्वा अस्माकं वाक्यद्वयम् उत्पन्नं. सुखनिष्ठप्रकारतानिरूपकं ज्ञानम्, आत्मनिष्ठविशेष्यतानिरूपकं ज्ञानम्. सुखे विद्यमानः धर्मः सुखत्वम्, आत्मनि विद्यमानः धर्मः आत्मत्वम्. एतदाधारेण लक्षणवाक्यं भवति. तत् किं? सुखत्वावच्छिन्नप्रकारतानिरूपित आत्मत्वावच्छिन्नविशेष्यतानिरूपकप्रत्यक्षज्ञाननिष्ठप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणाश्रयत्वे सति इन्द्रियत्वं मनस्सः लक्षणम्. अनेन सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्. इदानीं अत्र अस्ति चित्रस्य विवरणमपि अस्ति. अनन्तरं वयं कालस्य विषये पूर्वं पठितवन्तः. तत्र दीर्घं वाक्यं कालस्य लक्षणवाक्यं वयं पठितवन्तः. तत्र प्रकारता च विषयता स्वीकृत्य तादृशं वयं वदामः चेत् अत्रापि दीर्घवाक्यं स्वीकर्तुं शक्नुमः. इति तत्र यदा विषयता अस्ति तत्र विषयतायाः त्रिविधः भवति खलु, प्रकारता, विशेष्यता, सांसर्गिता इति वयं पूर्वं दृष्टवन्तः. तत्र पुनः पुनः तद्विषये पठितवन्तः. तत्र विशेषणं यदस्ति तस्मिन् प्रकारताख्ये ज्ञानं भवति, तथैव तत्र विषयः यः अस्ति तस्मिन् विशेष्यताख्य विषयता भवति इति वयं पूर्वं दृष्टवन्तः. तर्हि एतत् तत्र पुस्तके वस्तुतः पश्यामः चेत् तत्र अवच्छिन्ना इति तत्सर्वं नास्ति. तत्र बृहत् चित्रं नास्ति, केवलं लघुचित्रं, किञ्चित् सूक्ष्मरीत्या एव दत्तमस्ति. यथा वयं पूर्वं कालस्य विषये कृतवन्तः तथा भवतः तत्र अङ्कनी स्वीकृत्य एतत् वाक्यम् आधारीकृत्य चित्रं रचयति चेत् तत्र सौलभ्यं भवति. पुनः पुनः यद्वयं पूर्वमपि चर्चितवन्तः तदेव वदामि. तत्र वाक्यं किञ्चित् दीर्घम् इति दृश्यते, परन्तु तावत् जाटिल्यं नास्ति यदा चित्रमस्ति पुरतः. भवतु महोदय. काललक्षणं तादृशं स्वीकुर्मः चेत् अत्र अहं सुखी अस्मि अत्र वाक्ये अहमिति विशेष्यता भवति, सुखी इति प्रकारता भवति. अहमिति विषयिता भवति, सुखी इति विशेष्यता भवति, अहमिति आत्मा, आत्मा इति विशेष्यता भवति, सुखमिति प्रकारता. सुखम् अवच्छिन्ना भवति सुखत्वेन, आत्मा आत्मत्वेन. तत्सर्वम् अस्ति खलु तत्र वाक्ये. सुखत्ववचनप्रकारतानिरूपित आत्मत्ववचनविशेष्यतानिरूपक प्रत्यक्षज्ञाननिष्ठ प्रत्यक्षत्व अवच्छिन्न प्रत्यक्षम् अवच्छिन्ना भवति प्रत्यक्षत्वेन प्रत्यक्षम् इति ज्ञानं प्रत्यक्षे अस्ति जन्यता जन्यता एव कार्यता खलु तत्र समानपदं जन्यता निरूपित कारणता अथवा जनकता आश्रयः मनः इति तावत् पर्याप्तं नास्ति कालविषये तावदेव आसीत् परन्तु इदानीं तत्र आश्रयत्वे सति इन्द्रियत्वम् अपि अस्ति मनः इत्युक्ते दलद्वयम् अस्ति इति कारणात् इन्द्रियत्वं मनसः लक्षणम् इति तदस्ति सम्पूर्णवाक्यम् अस्तु तर्हि बालसुब्रह्मण्य महोदय भवान् अग्रे पठति वा अन्तिमपरिच्छेदः अहं चित्रं रचितवान् महोदय कृतवान् वा सुखत्व अवच्छिन्न प्रकारता नो चेत् सुखत्व अवच्छेद्यप्रकारता निरूपितप्रकारिता एवं वक्तुं शक्यते किल तत्र अवच्छिन्ना इति तत्र शार्ट्कट् रूपेण वक्तुं शक्नुमः हा हा सत्यं तर्हि भवान् तत्र ई पत्रं प्रेषयतु महोदय तत्र तद्दृष्ट्वा अहं सर्वे अपि रचयित्वा प्रेषयतु अहं तत्र किं करोमि इत्युक्ते भवतः प्रेषयति चेत् परस्परं तत्र शेर् कृत्वा सुनील् महोदय अपि प्रेषयति चेत् पुष्पा भगिनी अपि प्रेषयति चेत् तत्र परस्परं द्रष्टुं शक्नुमः सम्यक् भवति तदा इतोपि किञ्चित् ज्ञानवर्धनमपि भवति उत्तमं महोदय निश्चयेन प्रेषयतु अग्रे पठति वा अत्र इन्द्रियत्वं किमर्थं योजनीयम् आसीत् यतोहि सुखादि उपलब्धिसाधनत्वम् इति कारणत्वं बहुषु वर्तते न केवलं मनसि यथा शरीरं सुखादिसाक्षात्कारं प्रति शरीरमपि कारणं भवति शरीर अवच्छेदेन खलु सुखं जायते शरीरं नास्ति चेत् सुखं न भवति आत्मनि एव सुखं जायते इति सत्यं किन्तु आत्मनः यावन्तं भागं शरीरम् आवृणोति तावती भागे एव सुखम् अनुभूयते दृष्टान्ते इदानीं ग्रीष्मकाले अहं व्यजनं चालयति अहं चालयामि वायुः वाति वायोः स्पर्शेन सुखम् अनुभूयते कुत्र अनुभूयते इति चेत् वस्तुतः आत्मनि एव किन्तु आत्मनः यावन्तं भागं मम शरीरम् आवृत्य तिष्ठति तावती भागे एव सुखम् अनुभूयते अतः शरीरम् अपि सुखस्य साक्षात्कारे कारणं भवति व्यजनम् अपि सुखादिसाक्षात्कारं प्रति कारणमेव अत्र बहूनि कारणानि भवन्ति आत्मा इति समवायिकारणं भवति आत्मन संयोगः इति असमवायिकारणं तदा अनेकानि निमित्तकारणानि तेषाम् अतिव्याप्तेः अतिव्याप्तेः वारणाय इन्द्रियत्वम् अपि वक्तव्यं भवति सो अत्र किमर्थम् इन्द्रियम् इति लक्षणवाक्ये योजनीयम् इति प्रश्नः यदा सुखादि उपलब्धिसाधनम् इति कारणं बहुषु वर्तते केवलं मनसि एव मनसि मात्रमेव बहुषु वर्तते इति न अन्यदपि कारणं भवति शरीरम् उदाहरणं सदा शरीरे अपि वर्तते उदाहरणम् अस्ति अत्र भीष्मसमये व्यजनम् उपयुज्य अहं चालनं करोमि तत्र वायुवाति तस्मात् सुखम् अनुभूयते अहम् अनुभवामि कुत्र अनुभवामि इति चेत् उत्तरः आत्मनि एव परन्तु आत्मनः यदा शरीरस्य अन्ते अस्ति एव तदा एव सुखम् अनुभूयते इत्युक्ते आत्मा नित्यम् इति वयं पूर्वं दृष्टवन्तः खलु तर्हि आत्मा सर्वदा तु अस्ति एव परन्तु यदा आत्मा शरीरेण अवच्छिन्ना भवति तदा एव तादृशसुखं सुखस्य अनुभवं भवति तर्हि शरीरं विना सुखम् इति ज्ञानं न भवति आत्मनि तर्हि शरीरम् इति अपि एकं कारणं भवति सुखं प्रति परन्तु शरीरमिति निमित्तकारणम् इति वयं पूर्वं दृष्टवन्तः तर्हि तथाविधचिन्तनं कुर्मः चेत् तत्र तादृशसुखम् अथवा दुःखं यत्किमपि भवतु तं प्रति तत्र केवलं मनः इति न अन्यदपि कारणं भवितुम् अर्हति तर्हि हा तर्हि अतिव्याप्तिदोषः भवति यदा वयं सुखादि उपलब्धिसाधनम् इति एव वदामः चेत् तदर्थमेव अत्र इन्द्रियम् इति अपि इतोपि एकं दलं संयुक्तनीयं भवति संयोजनीयं भवति स्पष्टम् उत्तमं तर्हि इदानीं पुस्तकेषु किञ्चित् पठामः तर्हि प्रायः अद्य द्रव्यनिरूपणस्य परिसमाप्तिं कर्तुं शक्नुमः तर्हि तत्र काललक्षणे इति अस्ति खलु तस्मात् पठतु महोदय तत्र किञ्चित् झटिति तत्सर्वं वयं दृष्टवन्तः इदानीं तर्हि एकवारं झटिति पठित्वा अग्रे गच्छामः काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः तत्र च ज्ञानं स विषयकं प्रविष्टम् इति तस्य विषयता अतीतत्वे घटादौ च निरूपिता तद्वदेव इह अपि उपलब्धिः प्रत्यक्षरूपं ज्ञानं स विषयकम् इति अत्रापि तद्विषयता वक्तव्या तदाश्रयश्च सुखं भवति तादृशप्रत्यक्षं प्रति साधनं कारणं मनः चेत् कार्यं प्रत्यक्षं कार्यता प्रत्यक्षे तन्निरूपिता कारणता मनसि इति एवं रीत्या विवेचनं भवति तथा च चित्रम् एतत् सर्वं स्पष्टं स्यात् प्रश्नः अस्ति वा एतद् वयम् इदानीं चर्चितवन्तः एव कालविषये अस्तु तर्हि पुष्पा भगिनी अग्रे पठति वा अस्तु भगिनि अत्र च वायुलक्षणे इव द्वे दले वर्तते सुखादि सुखादिप्रत्यक्षसाधन साधनत्वमात्रोक्तौ आत्मनि अतिव्याप्तिः एकवारं वदामि सुखादिप्रत्यक्षसाधनत्वमात्रोक्तौ आत्मनि अतिव्याप्तिः, प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात्। अतः इन्द्रियत्वं देयम्, आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्तिः। इन्द्रियत्वं अत्रोक्तं मात्रोक्तौ चक्षुरादौ अतिव्याप्तिः। अतः सुखादि प्रत्यक्षजनकत्वम् अपि दातव्यम्। चक्षुः रूपप्रत्यक्षजनकं न तु सुखग्राहकम् इति न अतिव्याप्तिः। द्वे जले पृष्टवती खलु दलद्वयम् इति किम् इति, अत्र अस्ति तस्य इतोपि अधिकं समाधानम्, अवगतवती वा? प्रत्यक्षं प्रति आत्मनः अपि इन्द्रियत्वं देयम्, आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्तिः। भगिनी तत्र पुनः पठति चेत् तस्मात् लाभः नास्ति, भवती स्वस्य शब्दैः वदतु चेत् यदवगतवती तत्। सुखादिप्रत्यक्षसाधनत्वं इति कुत्र कुत्र अस्ति इत्युक्ते अत्र उक्तौ आत्मनि अतिव्याप्तिः अस्ति। किमर्थम् आत्मनि अतिव्याप्तिः अस्ति इत्युक्ते सुखादि उपलब्धिसाधनम् इति वदामः चेत् तत्र साधनम् इत्युक्ते किम्? अस्ति अस्माकं सम्पूर्णकक्षा अद्य, साधनम् इत्युक्ते कारणं, तस्मात् एव आरम्भं कृतवन्तः खलु, तदर्थमेव कारणस्य विषये अपि चर्चा जाता इदानीम्। तर्हि सुखादि उपलब्धिसाधनम् इत्युक्ते सुखं प्रति कारणं, सुखं प्रति तत्र किं किं कारणं भवति इदानीं यद्वयं पठितवन्तः तदाधारेण वदतु। आत्मनि इति किमर्थं सप्तमी प्रयोगः अत्र? सुखं कुत्र जायते इति न मम प्रश्नः, सुखं प्रति कारणं किं किम्? कारणं चक्षुरादौ न भगिनी, भवती तत्र तत्तु अत्र पुस्तके नास्ति मम प्रश्नस्य उत्तरं, तत्र चक्षुरादौ इति मा वदतु, तत्र अद्यतनकक्षायां यद्वयं चर्चितवन्तः तद् अवगच्छति चेत् भवती वक्तुं शक्नोति तत्र अहं सुखी इति ज्ञानं प्रति कारणं किं किम्? मम मनसि अस्ति न कारणं किं किं, मनसि इति किमर्थं मनः इति वदतु भगिनी, तत्र कारणं मनः इति एकं कारणम्, उत्तमम्, अन्यत् कारणं किम्? आदौ पश्यामि चेत् तत्तु कारणम्। किं कारणं? चक्षुरादौ अहं सुखी इति ज्ञानं प्रति किमर्थं चक्षुः कारणं? तत् इन्द्रियाणि न किमर्थं चक्षुः किमर्थं तत्र आगच्छति? अहं किमपि चित्रं वा यत्किमपि दृष्ट्वा अहं सुखी इति वदामि चेत् तत्र प्रायः चक्षुः आगच्छति, परन्तु इदानीं केवलम् अहं सुखी इति ज्ञानम् अस्ति मम मनसि, मम आत्मनि, तर्हि अत्र प्रथमतया कारणं किम्? अत्र समवायिकारणं किम्? समवायिकारणं मनसि आत्मनि आत्मा आत्मनि इति न आत्मा, आत्मा इति समवायिकारणम्, आत्मनि विद्यमानः गुणः संयोगः अत्र समवायिकारणं, मनः शरीरे शरीरम् इति एतत् सर्वं निमित्तकारणं इति इत्यादीनि निमित्तकारणानि. तर्हि अत्र भिन्नभिन्नकारणानि भवन्ति इति इत्यस्मात् तत्र केवलं सुखादि उपलब्धिसाधनम् इति वदामः चेत् तत्र मनः इति न भवति खलु, तत्र आत्मा अपि एकं कारणं. तर्हि सुखादि उपलब्धिसाधनम् आत्मा अपि, सुखादि उपलब्धिसाधनं तत्र आत्मनि विद्यमानः आत्ममनसंयोगः अपि इति तत्र अतिव्याप्ति भवति खलु. अवगच्छति वा? तर्हि तत्र केवलं तद्वदामः चेत् तत्र अतिव्याप्ति भवति. यदा केवलम् इन्द्रियम् इति वदामः चेत् चक्षुः इति अपि एकम् इन्द्रियं, त्वक् इति अपि एकम् इन्द्रियं, श्रोत्र इन्द्रियम् अस्ति, नासिका अस्ति एकम् इन्द्रियं. तर्हि तत्र तादृश इन्द्रियैः सह अतिव्याप्तिः भवति खलु. सुखादि उपलब्धिसाधनम् इन्द्रियम् इति वदामः चेत् तत्र आत्मा इति इन्द्रियं वा? आत्मा मनः इन्द्रिय, आत्मा इन्द्रियं वा? इन्द्रियं नास्ति. नास्ति. तर्हि सुखादि उपलब्धिसाधनम् आत्मा अस्ति परन्तु इन्द्रियं नास्ति, शरीरम् इति इन्द्रियं नास्ति. तर्हि अतिव्याप्ति अत्र निवारयति खलु. सुखादि उपलब्धिसाधनम् इन्द्रियम् इति वदामः चेत् तत्र अतिव्याप्तिदोषः गच्छति, अपगच्छति. चक्षुः इति सुखादि उपलब्धिसाधनं नास्ति. चक्षुः इति केवलम् इन्द्रियमेव. तर्हि सुखादि उपलब्धिसाधनम् इन्द्रियम् इति वदामः चेत् चक्षुः अपि नास्ति, यतोहि चक्षुः केवलम् इन्द्रियं न तु सुखादि उपलब्धिसाधनं. तर्हि तत्रापि अतिव्याप्तिदोषः गच्छति. इति कारणात् तत्र दलद्वयम् अपेक्षितम्. इदानीम् अवगच्छति वा? अस्तु, सुनील् महोदय अग्रे पठति वा? तच्चेति एकैकस्य आत्मनः एकैकं मनः अपेक्षितमिति असकृत् आवेदितमेव. अतः च आत्मनाम् आनन्दत्वात् तावन्ति मनांसि अपेक्षितानि, अतः आनन्दमिति युक्तम्. वयं जानीमः जीवात्मनः आनन्दाः तत् एकैकं जीवात्मा प्रति शरीरं प्रति अस्ति इति. अत्र मनः अपि एकैकम् अस्ति इति. आत्मा प्रत्येकम् आत्मनः, प्रत्येकस्य आत्मनः एकैकं मनसा सह तत्र संयुक्तः भवति. इति कारणात् तत्र आत्मा अनन्तः इति वयं पूर्वम् आत्मा अनन्तम् इति वयं पूर्वं निरूपितवन्तः. तर्हि प्रत्येकम् आत्मा आत्मनः संयोगः प्रत्येकं मनसा सह भवति इति कृत्वा तत्र मनः अपि अनन्तम् इति वक्तुं शक्नुमः. इदानीं परिमाणविषये चिन्तनम्. इदानीं तत्र परिमाणत्रयम् अस्ति खलु, तत्र अणुपरिमाणं, परमाणुपरिमाणं, मध्यमपरिमाणम् अपि च परममहत्परिमाणम् इति. तर्हि तत्र मनः परिमाणं किं, किमर्थं तत्र परम अणुपरिमाणम् इति वयं पूर्वं दृष्टवन्तः एव, परन्तु किमर्थं परम अणुपरिमाणम् इति अत्र निरूपितमस्ति. पठामि वा महोदय? क्षम्यता. हा हा, पठतु महोदय. तस्य परिमाणमाह परमाणुरूपमिति. मध्यमपरिमाण परिमाणवत्वे दर्शितरीत्या अनित्यत्व अनित्यत्वमा अव अनित्यत्वमापद्यते पद्येत अन्येपि मध्यमं परिमाणवतः विशेषः दृष्टः सः अवयवैः उत्पद्यते यथा घटः तस्य च प्रागभावः भवति ध्वंसो अपि भवति मनसः अपि मध्यमपरिमाणवत्वे अनन्तानि मनांसि इति अनेके अवयवाः तस्य प्रागभावः प्रध्वंसाभावः इति इमे स्वीकार्याः भवेहु इति परमाणुरूपता तस्य स्वीकृता परमाणुरूपत्वेन एव तस्य नाशा सम्भवात् नित्यत्वम् अपि आह नित्यमिति अत्र मनः मनसः परमाणु रूपं तत्र विवरणं करोति तत्र पूर्वं वयं दृष्टवन्तः मध्यमपरिमाणं परममहत्परिमाणम् अनन्तरं परमाणुरूपमिति अत्र मध्यमपरिमाणविषये वयं जानीमः तत्र यदा घटः इति तत्र अभावः भवति अथवा उत्पन्नं भवति अनन्तरं तस्य नाशः भवति अतः अनित्यः इति परममहत्परिमाणमपि वयं जानीमः तत्र नित्यमेव अनन्तरं विभुः अस्ति तादृशं तत्र अनन्ताः अस्ति विभुः अस्ति चेत् तत्र विभुः अनन्ताः इति तत्र वक्तुं किञ्चित् क्लेशः भवति खलु तदर्थं तत्र अपि च मध्यमपरिमाणम् इति चिन्तयामः चेत् तत्र मध्यमपरिमाणत्वम् अस्ति चेत् तत्र अनन्ताः मनाः इति मनांसि इति वयम् उक्तवन्तः तर्हि तत्र प्रत्येकं मनसः भिन्नभिन्न अवयवाः अपि आवश्यकं भवति खलु तर्हि तत्र किञ्चित् गौरवं भवति तत्र यत्र वयम् अनुमानेन वदामः तत्र यद् लाघवम् अस्ति तदेव स्वीकरणीयम् इति पूर्वमेव अस्माभिः दृष्टं तर्हि तत्र भिन्नभिन्न अवयवाः तस्य ध्वंसः इति तत्सर्वं चिन्तयामः चेत् तत्र गौरवं भवति इति कृत्वा तत्र परमाणुपरिमाणम् इति स्वीकुर्मः चेत् तत्र लाघवं भवति इति तत्र लाघवरूपेण तत्र परम अणुपरिमाणम् इति स्वीकृतं तर्हि तत्र परम अणुपरिमाणम् इति स्वीकृतं चेत् तत्र नित्यत्वं भवति यतोहि यत् मध्यमपरिमाणे भवति तस्य एव नाशः भवति खलु यत् परम अणुपरिमाणम् अपि च परममहत्परिमाणं तयोः नाशः न भवति इति वयं पूर्वं दृष्टवन्तः प्रत्यक्षमपि न भवति इति हा सत्यं प्रत्यक्षमपि न भवति इति अस्तु तर्हि वयं तत्र द्रव्यनिरूपणं समापितवन्तः एतदनन्तरं तत्र गुणनिरूपणं गुणनिरूपणस्य आरम्भं भवति तर्हि आगामिकक्षायां तत्र गुणनिरूपणम् इति पठामः तस्मात् तस्य आरम्भं कुर्मः अपि च एतावता कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छन्तु